नमस्कारः. ऋट्लकारः इति करपत्रम् अनुवर्तते. अत्र तु वयम् आरम्भ तत्र वर्गे तु मङ्गलवासरस्य वर्गे विभाषोर्णोः इति सूत्रं पठितम् इति मन्ये, किन्तु वयम् आरम्भतः अतिदेशः इति आरभ्य वयं किञ्चित् पुनस्मरणं कुर्मः. सरला भगिनी वदति वा भगिनि? अतिदेश अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्ना भवति. अनेन नूतनलक्षणम् अध्यारोप्यते. अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि. विरलतया अन्यत्र अपि प्राप्यन्ते. एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहार ङित्वं कित्वम् अकित्वं च प्रथम अध्यायस्य द्वितीयपादे प्रथमसूत्र इत्यस्मात् आरभ्य प्रथमाध्यायस्य द्वितीयपादे षड्विंशति इति यावत् अतिदेशप्रकरणं, तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि. प्रथमाध्यायस्य द्वितीयपादे पञ्चमम् इत्यस्मात् आरभ्य विशिष्टसूत्राणि, इमानि च सर्वाणि आर्धधातुकप्रत्ययाम् एव. इदानीम् अतिदेश प्रकरणं प्रचलन् अस्ति. अतिदेशप्रकरणं प्रथमदासे द्वितीयपादे प्रथम सूत्रात् आरभ्य प्रथमदासे द्वितीयपादे षट् विंशतिसूत्रपर्यन्तं प्रचलति. तस्य तस्मिन् प्रथमपञ्च चत्वारि सूत्राणि सामान्यानि सूत्राणि सन्ति, अपि पञ्चम आरभ्य विशिष्टसूत्राणि भवन्ति. अतिदेश यत् कार्यमस्ति, अधिक एकसूत्रं विहाय सर्वे सूत्राणि आर्धधातुकप्रत्ययाम् एव तेषां प्रसक्तिः भवति. अतिदेश इति युक्ते तस्य अर्थं किम्? अतिदेशस्मिन् सूत्रस्य यत् स्वभावः अस्ति तस्य स्वभावः परिवर्तते, अन्यस्वभावः अध्यारोप्यते तस्मात् उपरि. कीदृश स्वभावः अध्यारोप्यते इति अस्ति, ङित्वं कित्वं अकित्वम् इति अस्ति. अन्यस्वभावः सूत्रस्य उपरि सूत्रेण आरोप्यते इति भवति अतिदेश अर्थम्. अग्रे पठामि. मम प्रश्नः अस्ति, तत्र कित्वं पित्वम् अकित्वम् आरोप्यते इति दत्तमस्ति, किन्तु अपित्वं न पित्वं वा अपित्वम् अपित्वस्य आरोपणं न भवति किम्? न भवति, कारणं कि यत्र पित् अस्ति तत्र एव पित्वं भवति इति न आरोप्यते. अपि विरलतया के अतिदेशसूत्राणि कुत्रचित् अन्यस्थले भवति अष्टाध्याय्यां, किन्तु आधिक्यतेन सर्वे प्रथम अध्याये द्वितीयपादे एव सन्ति. सार्वधातुकं प्रक्रियायाम् एकमेव अतिदेशसूत्रं सार्वधातुकम् अपि प्रथमाध्यायस्य द्वितीयपादे चतुर्थसूत्रम्, इदं च सामान्यम् अतिदेशसूत्रम्. अवशिष्ट त्रीणि सामान्यानि अतिदेशसूत्राणि आर्धधातुकप्रक्रियायां भवन्ति. लुट् लकारपर्यन्तम् अतिदेशसूत्रचिन्तनम् अधिकं न अपेक्षितम् आसीत्, यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकम् अपि इति चतुर्थ सूत्रं, तदा आर्धधातुकप्रक्रियायां यत्र इडागमो न भवति प्रेणार्थे रिच् कर्मणि भावेयक् परस्मैपदे आशीलिङ्ग् यङन्ताः यङ्लुगन्ताः च इत्येते सर्वे अनिदादय, एषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि. लुट् लकारे अतिदेशचिन्तनम् अधिकम् अपेक्षितम् आसीत्, अत्रापि लिट् लकारे तथैव भवति. उभयत्र किन्तु केवलं सामान्यम् अतिदेशचिन्तनं धातुम् अधिकृत्य विशिष्टचिन्तनं न अपेक्षितम्. वयं सर्वे जानीमः सार्वधातुकम् अपित् इति सूत्रेण, यत्र पित् न यत् यत् प्रत्ययस्य पित् नास्ति तत् सार्वधातुकम् अपि अनेन सूत्रेण ङित्वत् भवति इति वयं जानीमः. तु तत् भवति सार्वधातुकं प्रत्ययं केवलम् एकसूत्रम् एव एकसूत्रस्य एव प्रसक्तिः अस्ति, तत् अस्ति सार्वधातुकम् अपि. अन्ये सर्वे सूत्राणि त्रीणि सामान्यसूत्राणि यथा वयं प्रथमपरिच्छेदे पठितवन्तः, ते सामान्य त्रीणि सूत्राणि आर्धधातुकप्रक्रियायां भवन्ति इति अस्ति. किन्तु यत् आर्धधातुकप्रक्रियायाम् इडागमस्य आर्धधातुकप्रक्रियाया वयं जानीमः इति वयं इति बहु प्रचलन् अस्ति, वयं जानीमः प्रेणार्थे रिच् कर्मणि भावे यक् परस्मैपदे आशीलिङ् यङन्ता यङ्लुवन्ता एते सर्वे आर्धधातुक सर्वेषु आर्धधातुकप्रक्रिया प्रचलति. किन्तु ते सर्वे अनिदादय सन्ति, तत्र अपि अतिदेशसूत्रस्य प्रसक्तिः प्राप्तिः न भवति. कारणं किम् अस्ति, प्रेणार्थे रिच् इति संज्ञा भूत्वा इकारे वशति अनित् अस्ति. कर्मणि भावे यक् इति कित् अस्ति, यदि कित् अस्ति तत्र स्वभावतः तस्य कर्मणि भावे कित् कित्वं भवति, तु तस्य अतिदेशस्य आवश्यकता नास्ति. परस्मैपदे आशीलिङ्ग् अपि आशीलिङ्गित् भवति अपि आशीलिङ्ग् तत्र भवति यासुट् आगम किडादिश अस्ति तत् अनेन किमस्ति किदाशिष् किदाशिष् अनेन कित्वत् भवति, तत्र अस्ति अन्यसूत्रस्य आवश्यकता न भवति. यङन्ता यङ्लुगन्ता द्वयमपि ङित् भवन्ति, तत्र अपि अतिदेशसूत्रस्य न प्रसक्ति आवश्यकता भवति इति. तु केवलम् आर्धधातुकप्रक्रियायाम् इति चिन्तनं भवति. सार्वधातुकमपि इति वयं दृष्टवन्तः, यत्र अपि अस्ति यथा तः थः वः मः इति, तत्र सार्वधातुकम् अपि अनेन ङित्वत् इति भवति, तु ङिति च अनेन गुणकार्यं या विधिकार्यं बाधितं भवति. धन्यवादः भगिनी. मणिमहोदय अग्रे पठति वा महोदय, यथोक्तम् इति आर्धधातुकप्रक्रियायाम् इति. नमस्कारः तत्र विमला भगिनी. नमस्कारः भगिनी. नमस्कारः भ्रातु सर्वेषां नमस्कारः. क्षन्तव्याहं महोदय, यथा उक्तम् आर्धधातुप्रक्रियायां त्रीणि सामान्यानि आदिदेशसूत्राणि तानि च काङ्गुडादिप्यञ्च नित्यत् विजयीत् विभाषोर्नः लुट् लकारस्य आरम्भे सर्वत्र एतेषां प्रसङ्गचिन्तनीयं भवति. लुट्टि लिरिटि च एषां त्रयाणामपि कार्यं भवति. यदा उक्तं च उभयत्र विशिष्टादिदेशसूत्राणि न अपेक्षितानि. अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलभ्य यत्र यत्र आर्धतप्रक्रियां प्रवर्तते तत्र तत्र एषां त्रयाणां प्रसक्तिः भवति. अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रथमतया प्रत्ययम् अवलम्ब्य न तु धातु अवलम्ब्य लुट्लकारे प्रसङ्गे चिन्तनं भवति. लुटि लिरिटि त्रयाणापि कार्यं भवति, इत्युक्ते विशिष्टसूत्राणि गाङ्गुलादिभ्यः विजय विभाषवर्णः कार्यं भवति इति. अत्र विशिष्टसूत्राणि न अपेक्षितानि, क्षम्यतां महोदय. अनन्तरं अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य एव धातु अवलम्ब्य आदिदेशः न भवति इति. क्षम्यतां महोदय. वदतु महोदय. अधुना एतानि त्रीणि सामान्य आदिदेशसूत्राणि पश्येम, तेषां कारणेन किमपि न उक्तवान् वा मङ्गलवासरस्य वर्गे यत्र महोदयेन दातुम् अवलम्ब्य न भवति, प्रत्ययम् अवलम्ब्य इति दत्तम् अस्ति, किन्तु गाङ्गुटादिभ्यो निन्नत् इति सर्वत्र विजयट् इति सर्वत्र धातुना एव तत्र उल्लिखितम् अस्ति खलु, तत्र किं कार्यम् इति सूचितमस्ति, तर्हि तस्मिन् विषये न उक्तवान् किम् महोदय? अस्तु भगिनि, धन्यवादः महोदय, क्षम्यतां महोदय, अग्रे गच्छतु महोदय. न महोदय, थेङ्क् यू, धन्यवादः. अधुना एतानि त्रीणि सामान्य अर्थितेषु सूत्राणि महोदय किम् उक्तवान् इति अहं न अवगतवान्. आं महोदय, मम प्रश्नः एवमस्ति महोदय, अत्र वाक्यमस्ति खलु तत्र अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु दातुम् अवलम्ब्य इति उक्तमस्ति, किन्तु त्रीणि सूत्राणि तत्र सामान्यसूत्राणि इति गाङ्गुटादभ्यो निमित् विजयिट् विभाषवर्णोः इति त्रीणि सूत्राणि दत्तानि सामान्यसूत्राणि इति खलु, किन्तु तत्र त्रीणि सूत्र त्रिषु अपि सूत्रेषु तत्र धातुं धातूनाम् उल्लेखनं कृतमस्ति खलु, उदाहरणार्थं विजयिट् इति सूत्रं कुत्र कार्यं करोति, केवलं विजधातोः एव तत्र स्थले कार्यं करोति खलु, विभाषा ऊर्णोः इति सूत्रमपि ऊर्णुधातोः एव कार्यं भवति, अन्यधातूनां न भवति, तर्हि धातुम् अवलम्ब्य नास्ति इति कथं वा वक्तुं शक्यते इति मम क्लेशः अस्ति, तथा नास्ति खलु. अग्रे गच्छतु महोदय, तत्र सार्वधातुम् अपि इति सूत्रं सत्यं, धातुम् अवलम्ब्य नास्ति, प्रत्ययम् अवलम्ब्य, किन्तु एतानि त्रीणि सूत्राणि तु तत्र प्रत्ययमपि अवलम्ब्य अनन्तरं धातुमपि अवलम्ब्य भवति ननु इति एव प्रश्नः मम. भगिनि महोदय ई पत्रं पश्यतु भगिनि प्रेषय अग्रे गच्छतु, क्षम्यताम्. अधुना एतानि त्रीणि सामान्य अतिथे सूत्राणि पश्याम, येषां कारणेन स्य प्रत्यय ङित्वत् मन्तव्यः, त्वाङ्गुरादिप्रयो ङित्वित् इङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुडादिगणेभ्यः धातुभ्यः भिन्नप्रत्ययस्य ङित्वत् भवति. कुडादिगणे पञ्चत्रिंशत् धातवः सन्ति, सर्वे धातवः तुदादिगणे सन्ति, कुट् आदि यशान्ते कुडादयः बहुव्रीः, गाङ् च कुडादे च गाङ् कुडादयः तेभ्यः कुडादिभ्यः, ज्ञा च न च तयोत्तरेतरदन्धः ज्ञः ज्ञौ ज्ञौ ङौ इत्यौ यस्य स ङित् बहुव्रीः, न ङित् अङित् द्वन्द्वगर्भ बहुव्रीः, स्तोत्रं स्वयं सम्पूर्णं गाङ्गुडादिभ्यः अङित् ङित्, गाङ्गुडादिभ्यत् इति सूत्रं वदति गाङ् धातुः इङ् धातुः स्थाने एव आदेशः गुडादिगणीयभ्यः धातुभ्यः, तत्र यदा गाङ् धातुः आदेशः तत्र ङित् णित् अस्ति चेत् अत्र गुणकार्यं भवति, भिन्नप्रत्यये परे गुणनिषेधः इति सूत्रं भवति. सर्वे त्रिंशत् पञ्चत्रिंशत् धातवः कुडादिगणे धातवः तुदादिगणे अस्ति, तदेव गाङ्गुडादिभ्य अङ्यत् सम्पूर्णसूत्रमपि तदेव वदति, गाङ्गुडादिभ्य सूत्रेण अन्यत् यदा अन्यत् अस्ति अत्र गुणः भवति, ङित् अस्ति चेत् ङित् ङित् अस्ति चेत् ङित्वं भवति इति. अग्रे पठामि वा अन्य तत्र तत्र भगिनी विमला भगिनी अपि आगतवती भगिनी, धन्यवादः महोदय, किञ्चित् समयानन्तरं पठामि भगिनी, क्षम्यताम्. अस्तु अस्तु, तर्हि मणिमहोदय भवान् एव अग्रे पठति वा, इतोपि एकं पङ्क्तिम् एकां पङ्क्तिं लिजि स्य प्रत्ययित् भिन्न इत्यस्य गुडादिभ्यः धातुभ्यः सिद्धति प्रत्ययाः सर्वे ङित्वत् भवन्ति, ततः सर्वत्र किदिनिति च इति सूत्रेण गुणनिषेधः भवति, एतदेव गाङ्गुडादिभ्यो ङित् इत्यस्य प्रयोजनं गुणनिषेधः. अत्र प्रश्नः उदेति किमर्थम् उच्यते यत् गाङ्गुडादिभ्यो ङित् केवलम् आददात्तप्रक्रियायां, किमर्थं साधदात्तप्रक्रियायाम् अस्य कार्यं न स्यात्? अस्य उत्तरम् इदं यत् गुडादिगणः तुदादिगणः कश्चन अन्तर्गणः एव नामः सर्वे गुडादिगणीयाः धातवः तुदादिगणे एव तुदादिगणे वृक्षणप्रत्ययः सः तस्य च सप्रत्ययस्य अपित्वम् अपित्वात् सर्वत्र तुदादिगणे धातौ गुणनिषेधकः गाङ्गुडादि ङित् इति सूत्रस्य कार्यं तु गुणनिषेधः गुणनिषेधः एव यः सार्वधातुप्रक्रियां तुदादिगणे सार्वधातुकम् अपित् इत्यनेन साधितः अतः सार्वधातुकप्रक्रियायां द्विधादिगणे गाङ्गुडादिङित् ङित् इति सूत्रं निष्प्रयोजनम् अपि च यदा अग्रे उच्यते गाङ् धातुः सर्वतप्रकार्यां न भवति यतोहि अयं गाङ् इङ् धातोः स्थाने एव भवति सः च धात्वदेशः लिटि लिङि लिरिङि खि नाम केवलम् आदातप्रक्रियायाम् अत्र दत्तं गुडादिगणयः ङित् ङित् भिन्नस्य ङित्वत् भवति इति अनन्तरं कृतिनीति इति सूत्रेण गुणनिषित्यस्य अतः कृतिनीति अपि सूत्रेण एव गुणनिषेधः भवति किम काङ्गुडादिभ्यः प्रयोजनं गुणनिषेधः एव तस्य स्वाहा एव गुणनिषेधः अत्र प्रश्नः अस्ति गाङ्गुडादिभ्यसूत्रं किमर्थम् आदर्शपुरिकायामेव भवति सार्वत्रं ये न भवति इति अत्र उत्तरं दत्तं गुडादि द्विधादिगणीयः अन्तर्भूतः एव गाङ्गुडादिभ्यः पञ्चत्रिंशत् धातवः एव गाङ्गुडादिभ्यो मध्ये गुडादिभ्यो मध्ये अस्ति सुधादिगणीयः प्रत्ययस्य प्रत्ययः भवति सप्रत्ययः एव अत्र सप् नास्ति अतः गुणनिषेधः सुधादिगणीय धातु आरोपित तस्य स्वभावः गुडादि सुधादिगणीयमध्ये यदा धातवः सन्ति प्रत्ययः स इत्यस्य कारणेन गुणनिषेधः अतः सार्वधातुकप्रक्रियायां गाङ्गुडादिभ्यः एवं भवति चेत् अपि आरोपितमपि चेत् अत्र गुणनिषेधः एव तस्य कार्यं न भवति इति तदादिकने गाङ्गुडादिभ्यो निष्प्रयोजनं तथैव निष्प्रयोजनम् अत्र गाङ् धातु गाङ् धातुः इङ् धातोः स्थाने एव आदेशः परन्तु स च धात्वादेशः लिटि लिङि लिरिङिः तेषां लिटि प्रत्यय लिङ् प्रत्यय लिरिङ् प्रत्यय एव तस्य कार्यं भवति इति आर्द्रत केवलम् आर्द्रतप्रक्रियायां सार्वधातुप्रक्रियां न भवति इति सम्यकमस्ति अतः अतः सम्यक् नास्ति चेत् भवान् एव सम्यक् अस्ति महोदय आगच्छामि धन्यवादः पठामि भगिनी अस्ति चेत् कङिति चेत् यः प्रत्ययः गित् कित् अथवा अङ्यत् एकनिमिष कुत्र गतं सोरि गित् अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकस्थाने गुणः वा वृद्धिः वा भवति भवति स्म सः गुणः वृद्धिः न भवति ग च क च इ ङ च तेषाम् इतरस्य द्वन्द्वः ङ ङ इतः यस्य सः ङित ङित् तस्मिन् परे ङिति द्वन्द्वगर्भ बहुव्रीहिसमासः अत्र ग स्थाने ककारः खरिच इत्यनेन चर्त्वसन्धिः भवति किञ्चित् सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृद्धिः इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ङिति च इकः गुणवृद्धिः न इति अत्र केवलं यदि कित्वं गित्वं या ङित्वम् अस्ति तस्य प्रत्ययस्य कारणेन यदि गुणः वा वृद्धिः वा भवेत् धातोः अङ्गस्य तत् न भवति कित्वं गित्वम् अपि च ङित्वम् गित्वं कित्वं गित्वम् आरोप्यते चेत् तेन कारणेन वृद्धि वा गुणः वा न भवति इति दत्तमस्ति भगिनि. अग्रे प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङन्ताः यङ्लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्यो अञ्जणित् इत्यस्य कार्यं किमर्थं न जातम्? णिच् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति. अपरेषु स्थलेषु कित्वात् इत्युक्ते यक् इत्यतः कित् कित् अस्ति, आशीर्लिङ्गे अपि यासुटः किदाशिष इत्यनेन कित्वम् आरोप्यते. यङ्तः यङ्लुगन्तः ङित् सन्ति, तेन कारणेन द्विवारं गित्वस्य आवश्यकं नास्ति. अपरेषु स्थलेषु कित्वा ङित्वा च गुणनिषेधत्वात् गुण अगाङ्कुटादिभ्यो अञ्जणित् इत्यस्य किमपि फलं नास्ति. यक् कित् परस्मैपदे आशीर्लिङ्गे किदाशिषि इत्यनेन आशिषि लिङ्गः यासुट् कित् अस्ति, यङ् च ङित् अस्ति. कित् गित् अग्रे गच्छामि, अन्य कोऽपि पठेत् भगिनि? अग्रे गच्छतु भगिनि. कित् गित् गित् च एतादृशेषु प्रत्ययेषु परेषु इगन्तधातूनाम् इक् वर्णस्य सार्वधातुक आर्धधातुकयोः इत्यनेन अपि च हलन्तधातूनाम् उपधायां स्थितस्य लघु इक् वर्णस्य पुगन्तलघुपदस्य इत्यनेन गुणः न भवति. अतः एभ्यः पञ्चत्रिंशद्भ्यः कुटादिभ्यः धातुभ्यः गुणकार्यं न भवति. येषां कुटादीनां धातूनां लृट् लकाररूपाणि साधयिष्यामः अग्रे गत्वा प्रत्येकस्मिन् धातुसमूहे. तदेव यदि कित् ङित् गित् अस्ति, तेन तस्य प्रत्ययस्य कारणेन यदि गुणः वा वृद्धिः वा जायमानः अस्ति तत् न भवति. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्धधातूनाम् इक् वर्णस्य गुणः भवति, अपि च हलन्तधातूनाम् उपधायां स्थितस्य लघु इक् वर्णस्य गुणः भवति, तत् न भवति. जायमानः अस्ति चेदपि न भवति, कित् गित्या ङित् प्रत्ययस्य परे अस्ति चेत् अथवा तत् अध्यारोपितमस्ति चेत्. अतः पञ्चत्रिंशद्भ्यः कुटादिभ्यः धातुभ्यः गुणकार्यं न भवति. तदेव भगिनि, धन्यवादः. सरला भगिनी पुनः पठितुमिच्छति वा भगिनि? सूर्यकुमारी भगिनी न पठति? न, सा अद्युत्तूष्णीं स्थास्ति. अस्तु. विजयेट् सुदादिगणीय विज् धातुतः ओ विजि भयचलनयो इत्यस्मात् सर्वे विधीयमानाः इडादिप्रत्ययाः ङित्वद् भवन्ति. उद्विजिता, उद्विजितुम्, उद्विजितव्यम्, इत् इति किम्, उद्वेजनम्, उद्वेजनीयम्. विजः पञ्चम्यन्तम्, इत् प्रथमान्तं द्विपदमिदं सूत्रम्. ङाङ् कुटादिभ्यो कुटादिभ्यो ङित् इत्यस्मात् ङित् इत्यस्मात् अनुवृत्ति, अनुवृत्तिसहितसूत्रं विज इत् ङित्. विजट् इति पुनः द्वितीयसामान्यसूत्रमस्ति आर्धधातुकं प्रक्रियायां. केवलं विज् धातु इत्यस्य तत्र प्रसक्ति भवति. विज् धातु अपि यत् तुदादिगणे विज् धातु अस्ति तस्य अर्थमस्ति भयचलनयो इति अर्थं भवति. इत्यस्य निमित्तं भवति इदादि प्रत्यय आर्धधातुकप्रत्ययपरे भवेत् तद् तत्र एव विजये इत्यस्य प्रसक्तिः भवति. यत्र इदादि प्रत्यय आर्धधातुकप्रत्यय इदागमः नास्ति तत्र विजयेत् इति सूत्रस्य प्रसक्तिः न भवति. उदाहरणम् अस्ति उद्विजिता, यदि तास् प्रत्ययः अस्ति या तुमन् या तव्यत् इति सर्वे प्रत्ययाः वलादि सन्ति अथ आर्धधातुक वलादे अनेन इदागमः भवति. तो उत् इति उपसर्गपूर्व पूर्वविज् धातुतः यदि इता इति भवति, इता इतुम् इत्तव्यम् अत्र इदागमः अस्ति अतः अत्र विजयेत् अनेन ङित्वत् भवति. यदि इदागमः परे अस्ति, इदागमः पूर्वक आर्धधातुकप्रत्ययपरे अस्ति तत्र ङित्वत् भवति. तु अत्र विज् द्वौ अत्र उपधायाम् इकार अस्ति तो पुगन्तलघुपदस्य तस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति विजयट् अनेन सूत्रेण गुणकार्यस्य निषेधः भवति कारणकिङ्गित्वत् भवति किन्तु इत् इति किं तद् जलसार्थक्यम् अस्ति इडागम इति कथम् अस्ति उदाहरणमस्ति उद्वेजनम् उद्वेजनीयम् उद्वेजनम् अस्ति उत् योग विज् योग अन्यति ल्युड ल्युट् प्रत्ययस्य आसीत् अनेन युवोरनाको अनेन अन्यति भवति तो अन्नम् इति अत्र अस्ति तत् इदागम अनुकूल नास्ति अनियर् प्रति अपि इदागम अनुकूल नास्ति अतः आर्धधातुक इति यदि अस्ति तत्र विज् इति पुगन्धलघुपदस्य अनेन गुणः भवति तो उद्वेजनीयम् उद्वेजनम् इति भवति तो इति साधितम् अस्ति त केवलं यत्र इदागम आर्धधातुकप्रत्ययः अस्ति तत्र एव ङित्वत् भवति तस्य विजय इति सूत्रेण न तु अत्र अन्यत्र कुत्र इति अस्ति अनुवृत्ति अनुवृत्तिसूत्रमस्ति विज इत् ङित् विज् विजः धातु इति भवति पञ्चमे अन्तं तस्य परे इत् इति यदि प्रथमा अन्तमस्ति ङित्वत् भवति इति ङित्वत् भवति इति प्रत्यय यदि इदागमप्रत्ययः अस्ति तत्र ङित्वत् भवति इति अस्ति यथा इत्यपि पूरयति यथा उदाहरणमस्ति विजययोग इत्योगस्यति पुगन्तलघुपत्यस्य चयनेन गुण आदेशप्रसक्तः प्रत्ययः सेत् अतः ङित्वत् तस्मात् ङिति च इत्यनेन गुणनिषेध विजिष्यति अस्माकं लृट् लकार तस्य प्रत्यय अस्ति त्य प्रत्यय पुनः इति आर्धधातुकिषेट् बलादे अनेन इदागमः भवति आद्यन्तटकितो अनेन इत् इति इदागमः प्रत्ययस्य पूर्वम् आगच्छति तु इच्छति इति भवति तु यदि इच्छति इत् पुनः आदेशप्रत्ययेन इष्यति इति भवति विजययोग इष्यति आगच्छति अत्र पुगन्तलघुपत्यस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति विजयत् इति सूत्रेण निषेधः अस्ति कारणं किङ्ित्वत् भवति गुणबाधितं भवति अतः विजिष्यति इति रूपं भवति मम प्रश्नः अस्ति भगिनि पूर्वतनसूत्रे मम प्रश्नः अस्ति गाङ्कुटादिभ्यो निण्यत् इति सूत्रे गाङ् इण् धातोः स्थाने यः गाङ् धातुः इति उक्तमस्ति किन्तु इङ् इति गतौ इति वार्ते गतौ इति आमाम् इति अदादीयगण्यधातुः अस्ति इङ् इङ् इति अध्ययने इति अस्ति खलु इति अध्ययने इति अस्ति तदेव गाङ् भवति इण् इति गतौ भवति अपि अस्ति न तदेव वदामि पुनः इङ् इति ङकारः यत्र अस्ति अध्ययने इत्यस्मिन् अर्थे अस्ति न तु गत्यर्थकः अस्ति अनन्तरं गत्यर्थकः दातु तु इण् इति णकारः अस्ति तत्र इण् दातुः तर्हि अत्र महोदयेन यद् दत्तमस्ति इङ् धातोः स्थाने गाङ् दातुः इति सः इङ् धातुः कीदृशदातुः सः धातुः किमर्थमित्युक्ते अष्टाध्यायी डाट् काम् मध्ये इङ् इति स्थापयित्वा अहं रूपाणि पश्यन्ती अस्मि तत्र तु न उक्तमस्ति एव तत्र तु रूप तत्र किम् अस्ति तत्र तु गाङ् इति आदेशः न आदेशं न पश्यामि एव केवलं लुङ् लकारे गाङ् इति पश्यामि अन्यत्र कुत्रचित् अपि प्रत्युपरे तु तत्र दृढ्लकारे तु न पश्यामि प्रायः लृङ्लकारे अस्तु भगिनि भगिनि काचिका गाङ् इति इङादेशो क्रियते इङ् अध्ययने इत्यत्र लिट्लकारं पश्यतु भगिनि अधिजगे इति अस्ति अधिजगे इत्यत्र अधि गाङ् ए इति गाङ्ग् लिट् इत्यनेन आगच्छति कुत्र भगिनी क्षम्यताम् अहम् अस्तु एकनिमिष काशिकामासीत् अद्य अष्टाध्यायमस्ति ओ अष्टाध्यायी डाट् काम् मध्ये गाङ्गुटा हा हा हा तत् शेर् करोमि एकनिमिष भगिनी काशिका पश्यतु काशिकायां तु अस्ति परन्तु अस्माकम् अवगमनार्थं भगिनी प्रक्रियां पश्यतु चाट् मध्ये स्थापितमस्ति अद्य लिट्लकारे लिट्लकारे किन्तु यस्य प्रत्यपरि लिट्लकारे नास्ति खलु यद्यपि वयं लिट्लकारं पश्यन्तः स्मः लिट्लकारस्य करपत्रम् अस्मिन् अस्मिन् प्रक्रियायां न भवति खलु लाङ्ग् आदेशः न भवति यत्र गाङ् आदेशः भवति किं भवति गाङ् कुटा गीत्वम् आरोप्यते खलु लुट्लकारे न पश्यामि तर्हि लुट्लकारे आदेशः न भवति खलु लुट्लकारे न पश्यामि अत्र नास्ति लुट्लकारे नास्ति लुट् लुटि पश्यामि लुटि अपि अध्येता इत्येव अस्ति तत्र किम् अस्ति लृङ्लकारे अस्ति लिट् प्रकारे लुङ्लकारे लृङ्लकारे अनन्तरं यत्र ग इति आगच्छति अध्यगीष्यत तत्र गाङ् आदेशः भवति इति भाति हा गाङ् विभाषा लुङ् लृङ्गोः इति तत्र गाङ् आदेशः भवति सः यत्र अनेन सूत्रेण यः गाङ् आदेशः क्रियते सः तु भवति काङ्गुटादिभ्यो निर्मित् इति सूत्रेण भगिनी अत्र लिट् लुङ् अपि च लङ्गि भवति लृटि न भवति तदेव मम प्रश्नः अस्ति तर्हि विभाषा लुङ् लुङ्गो लृङ्गोः इति सूत्रेण गाङ् आदेशस्य गाङ् विधायकसूत्रं तदस्ति अनन्तरं नित्वम् आरोपितं भवति गाङ्गुटादिभ्यो निर्मित् इति सूत्रेण परन्तु अस्तु अहं लृट्लकारे नास्ति केवलं लिटि लुङ्गि अपि च लृङ्गि अस्ति गाङ्गादेशः अस्माकं करपत्रस्य कृते विषयान्तरम् अस्ति खलु आम् आम् आम् आम् आम् इत्यस्य अनुवर्तः विजय इट् गाङ्कुटादिभ्यो अस्ति तदनन्तरं अधुना तु विभाषा पठति अस्तु अपि च अनेकविषयं वक्तुमिच्छामि विज् इति धातुः अस्ति विज् धातुः रुधादिगणे परस्मैपदी अस्ति इति कारणतः विजिष्यति इति रूपम् तुदादिगणे तस्य रूपं विजिष्यते इति तत् आत्मनेपदमस्ति इति आत्मनेपदम् इति धातोः एव कार्यमस्ति खलु तत्र तु उक्तमस्ति विजयेत् इति सूत्रे एव काशिकायाम् उक्तमस्ति तुदादिगणे विज् धातुतः इत्युक्ते ओवेजि धातोः एव तत्र ग्रहणमस्ति रुधादिगणे अपि ओ विजि अस्ति तुदादिगणे अपि ओ विजि अस्ति अपि च तुदादिगणे ओ विजि तत् आत्मनेपदि इति कारणात् विजिष्यते इति रूपमस्ति लृट्लकारस्य परन्तु रुधादिगणस्य विजिष्यति इति रूपमस्ति तदपि ओ विजि भयचलनयोः परस्मैपदि रुधादि अकर्मकसेट् तत्र विजिष्यति उक्तमस्ति परन्तु यदि अष्टाध्यायां विजिष्यते इति रूपमस्ति आत्मनेपदं लट्लकारः कर्तरि ओ विजि भयचलनयोः तदादि आत्मनेपदे अकर्मकसेट् तर्हि करपत्रे सम्यक् नास्ति खलु महोदय समीकरणं करणीयं समीचीनं भगिनी भवती प्रेषयति वा न न न अहं किमपि नैव वदिष्यामि कुप्यते भवती प्रेषयतु भगिनी भवतु पाठयति अहं तु लर्नर् अहं तु भवती एव उक्तवती खलु भवती एव कोऽपि नास्ति भगिनी एतदस्य अस्माकं सम्भाषणं भवती च भवती लिखतु तस्मै सूचयतु. अत्र अष्टादेवी डाट् काम् मध्ये तत्र संस्थायि किं दत्तमस्ति इति पश्यामः तत्र काशिकायां कोवेजि भयचलनयोः अस्मात् परः यदादिप्रत्ययः निर्वद् भवन्ति इति प्रायः तत्र किम् अस्ति अत्र तु तुदादिगणे इति न उक्तमस्ति इति कृत्वा प्रायः रुदादिगणस्य एव रुदादिगणे गणस्य विजिष्यति रुदादिगणस्य विजिष्यते इति कृत्वा रुदादि रुदादिगणस्य एव अत्र स्यात् किमर्थम् इत्युक्ते विजिष्यति इति रूपम् अत्र सुदादि पश्यामः कुत्रचित् अपि दत्तमस्ति लिङ्क् प्रेषयामि तस्मिन् त्रयाणामपि धातूनाम् उल्लेखनमस्ति विज् विजिर् उभ जुहोत्यादि विज् ओ विजि तुदादि विज् ओ विजि रुधादे इति उद्विदिश्यते इति एव अस्ति समेषमे तमा सिद्धान्तकौमुद्याम् अपनेपदिरूपमेव दत्तमस्ति तर्हि तु तुदादिगणे धातुः एव अस्ति केवलं महोदयेन अत्र विजिष्यते इति परिवर्तनं करणीयम् भवती सूचयतु भगिनि अस्तु महोदय अग्रे गच्छामः वा शृणुमः भवती न पठितवती किम् आं भगिनि अहं विस्मृतवती पठामि वा विभाषोर्णुः ऊर्णुधातुतः विधीयमानः इडादिप्रत्ययः विकल्पेन निद्वद् भवति विभाषाप्रथमान्तम् ऊर्णुः पञ्चम्यन्तं द्विपदमिदं सूत्रं विजयित् इत्यस्मात् इट् इत्यस्य अनुवृत्तिः गाङ्गुटादिभ्योणिनित् इत्यस्मात् णित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितं सूत्रम् ऊर्णोः इट् णित् विभाषा तर्हि ऊर्णधातुतः यः इडादिप्रत्ययः आगच्छति चेत् सः तु विकल्पेन निद्वद्भवति इति विभाषा इत्यनेन तत्र विकल्पेन भवति इति तत्र इट् इति अनुवृत्तिः विजयित् इत्यस्मात् सूत्रात् भवति अनन्तरं नित् इत्यस्य अनुवृत्ति गाङ्गुटादिभ्यो निन्यत् इति सूत्रात् भवति इति उक्तमस्ति तर्हि यत्र निद्वत्पक्षः यत्र भवति तत्र चिन्तनम् एवं जायते ऊर्णयोगः इष्यति इष्यति विकल्पेन निद्वद्भवति अनेन सूत्रेण विभाषारुणः इति सूत्रेण इति कृत्वा नितीच इत्यनेन एकस्मिन् पक्षे गुणनिषेधः भवति यत्र नित्वद्भवति तत्र तु गुणनिषेधः ऊर्णु योगः इष्यति अतिष्णु धातुभ्रुवा युवर्यङ्गौ इति युवोर्यङ्गु अङ्गौ खलु अतिष्णु धातुभ्रुवा युवोर्यङ्गु अङ्गौ इत्यनेन उकारान्त धातुरूपी अङ्गस्य उकारस्य स्थाने युवङ्गादेशो भवति अजादिप्रत्यये परे ऊर्णु इष्यति इति ऊर्णु इष्यति इति रूपम् यत्र निद्वत् न भवति अपक्षे अपक्षे निद्वत्त्वं न भवति अतः गुणप्रसङ्गः जायते ऊर्णुयोगः इष्यति सार्वधातुक अर्धात्क इत्यनेन ऊर्णोयोगः इष्यति एचोयवायोवः इत्यनेन ऊर्णविष्यति तर्हि रूपद्वयम् ऊर्णु इष्यति ऊर्णविष्यति इति रूपद्वयम् अस्तु तत्र का न पठितवती सूर्यकुमारी भगिनी पठितुमिच्छति वा तत्र अस्तु मणिमहोदय पठति वा महोदय अग्रे विजयित् विभाषार्णः इति द्वे सूत्रे सार्वधातुकप्रक्रियायां किमर्थं न भवति इति विजयित् विभाषोर्णः इति द्वे सूत्रे सर्वप्रक्रियायां किमर्थं न भवति द्वमपि सूत्रे इडागमः अवलम्ब्य कार्यं कुरुतः स च इडागमः सर्वप्रक्रियायां न भवति न एव न भवति एव अत्र दत्तं सार्वदातप्रक्रियां किमर्थं न विजयित् भाषा किमर्थं न कार्यं करोति इति प्रश्नः अस्ति सामान्यतया सार्वधातुप्रक्रियायां धातोः गुणः भवति, परन्तु इडाहमपि सामान्यतया भवति चेत् अत्र गुणः वा वृद्धिः वा भवति, परन्तु विवासः विजयित् विवासवर्णः इति सूत्रेण पूर्वम् इडाहम नास्ति, इडाहम अवलम्ब्य एव कार्यं करोति इति कारणेन सार्वधातुप्रक्रियायां विजयित् अथवा विवासवर्णः कार्यं न भवति इति इति लिरुट्लकारस्य अधिदेशकार्याणि सामान्य समाप्तानि. त्रीणि अपि सूत्राणि सामान्यानि. अग्रे गत्वा अपि आर्धदातुकप्रक्रियां सर्वत्र येषां प्राप्तिभिः भवति. तर्हि एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययः सिद्धः तदा धातुः प्रत्ययोः मध्ये सामान्य अङ्गकार्यसाधनात् पूर्वं त्रीणि कार्याणि दृष्टानि. अथवा तत्र दत्तं त्रीणि कार्याणि दत्त भवति चेत् अनन्तरमेव कार्यं भवति इति अत्रम् एकम् अस्ति धातोदेशः प्रसङ्गवशात् धातोः आकृतिः न तु परिवर्तनाय. इत्युक्ते धातु प्रसङ्गवशात् धातोः आकृतिः इति अर्थः अहं चिन्तयामि. एकस्य स्थाने अन्यधातोः आदेशः इति भवति इति अहं चिन्तयामि. इडाहम धातोः इडाहमा दृष्टया मूलस्वभावः कः, अपि च विद्यमानप्रत्ययस्य अत्रस्य प्रत्यय प्रभावेण अनिट् धातुः चेत् सेट् तु न जायमानः, अथवा प्रत्ययस्य प्रभावेन सेट् धातुः तु वेट् न जायमानः. इत्युक्ते यदा इडाहम धातोः मूलस्वाहः कः इति चिन्तनीयं. विद्यमान अत्र विद्यमानः अस्ति चेत् स्यप्रत्ययः स्यप्रत्ययस्य स्वभावः अस्ति इडाहमः. अनिट् धातुः चेत् धातुः अनिट् चेत् अपि प्रत्ययस्य स्वभावेन धातुः न चेत् भवति इति अत्र अर्थः. इडानुकूलः धातुः अपि प्रत्ययः अपि इदानुकूलः भवति चेत् एव अत्र गुणकार्यम् अथवा वृद्धिः भवति इति. परन्तु धातुः इडाहं नास्ति अथवा प्रत्ययः इडाहं नास्ति चेत् किमपि न कार्यम् अत्र इडाहं न भवति इति तदुक्तम्. अधिदेश केनचित् अधिदेशसूत्रेण प्रत्ययस्य ङित्वत् अथवा कित् ङित् इति भवति वा. इदानीमेव दृष्टवन्तः अधिदेश स्थाने प्रत्ययस्वभावं भिन्नप्रत्ययः भवति, अतः अत्र त्रीणि कार्याणि ङित्वत् ङित्वत् अकित् इति सम्यक् न अतिदेशसूत्रेण ङित्वत् अथवा इत्यनेन आरोप्यते खलु इति अवगमनम्. अनन्तरं किमर्थं विजयत् इति सूत्रं विभाषण इति द्वे सूत्रे सार्वधातुकप्रक्रियायां किमर्थं न भवति इत्यस्य उत्तरम् इडानुकूलम् अवलम्ब्य इति कृत्वा खलु. अस्तु, इडागमः न भवति एव. अस्तु महोदय, धन्यस्मि महोदय. समापितवन्तः खलु तावद् सामान्यम् अङ्गकार्यम् इति न प्रारब्धम् इति मन्ये. अग्रिमे सप्ताहे तर्हि महोदय यदि प्रारप्स्यते तदा पश्यामः किम्. धन्यास्मि, तर्हि विरमामः किम्. हरि ओम्, धन्यवादः. अहं महोदयं प्रेषयिष्यामि. आं भगिनि, धन्यवादः.